नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं तत्र रुदादिगणः इति पाठः प्रवर्तमानः तत्र वयं षकारान्तदातवः गतसप्ताहे दृष्टवन्तः तत्र लट् रूपमपि साधितवन्तः षकारान्त शिश्ल इति धातुः षकारान्ताः दातवः द्वौ धातु शिश्लु पिश्लु इति द्वौ अपि परस्मैपदिनौ एव एकं शिश्लु इति इत्यस्य रूपाणि साधयामः अद्य तत्र किमपि तत्र तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तु पित्सु किमपि कार्यं नास्ति तत्र तु इक् वर्णः नास्ति इति अन्ते वा उपादायां वा शिनश्यो भवति केवलं ष्टुनाष्टुः इति सन्धिकार्यमेव शिनष्टि शिनशाणि इति तत्र णत्वं भवति शकारस्य कारणेन अनन्तरम् अपित्सु तु यदा वयं पूर्वमपि दृष्टवन्तः श्नसोरल्लोपः इत्यस्य कार्यं कित् नित् प्रत्यये परे श्नम् इत्यस्य अकारस्य लोपः अतः शिंशः शिंश्योगतः अनन्तरं सन्धिकार्यं ष्टुनाष्टुः शिंष्टः इति भवति तत्र नकारस्य तु अनुस्वारादेशः भवति एव अत्र किमपि प्रश्नः आसीत् शिनश्योगहसि तत्रापि षडोकहसि इत्यस्य कार्यं षकारस्य सकारे परे षडोकोकहसि इत्यनेन डकारादेशः भवति शिनश्योगहि तत्र तु हूजल्भ्योहेर्दिः इत्यनेन हि इत्यस्य स्थाने धि आदेशः भवति तत्तु दृष्टवन्तः तावदेव तत्र अन्य विशेषकार्याणि किमपि नास्ति अतः लोटीरूपाणि साधयामः अद्य अरुणा भगिनी वदति वा शिनश् इति आं भगिनि शिनश् इति धातुः लोट् लकारे पदनं तु अस्ति तु पित् अस्ति अङ्गकार्यं कोऽपि नास्ति इक् वर्णः नास्ति चेत् सन्धिकार्यमेव शिनष्टु शृणष्टुः इत्युक्तेन शिनष्टु इति तात् अपि अस्ति अत्र स्नसुर्लोपः इति सूत्रेण अकारलोपः भूत्वा शिनष्टां अत्र केवलं शृणास्तु भगिनि ओ नश्चल् अस्ति वा पदम् अत्र नश्चपदान्तजल् इति न मौनस्वर भूत्वा शनिष्ठां परसवर नास्ति केवलं मौनस्वरे एव अवशिष्टति शिशन्थां स्तुनाष्टुस्तुत्वेन स्थाप् भवति तं ताम् अस्ति अत्र अपित् अस्ति प्रथमं शिनश्तात् अनुस्वर नश्चपदान्तजल् इति मौन् अनुस्वर भवति मनुस्वर तदनन्तरं वर्णं स्तुनाष्टुः शिंस्थां भवति तात् भवति अस्तु भगिनि अस्तु अस्तु अत्र अपि अस्ति सतु अन्तु एव रुदादिगणः अस्ति किल जुहोत्यादि अदादि एव अतु ओ ओके शिनस् शिनस्तत्तु शिंशन्तु ओ शिंशन्तु सन्त शिंशन्तु हि अस्ति मध्यमपुरुषे हुजल्यो हेर्भि इति सूत्रेण हि स्थाने झि आगच्छति, शिनश् योगः धि, जलां क्षम्यतां नष्टपदान्तजलसूत्रेण मौनस्वरम् आगच्छति, चिनंस्थि सूत्रेण लोप भवति, नसोटल्लोपः इति सूत्रेण अपि अस्ति कारणात् लोप भूत्वा शिञ्च् योगः धि शिंष्ठि किं भवति भगिनि सहायं करोतु तत्र स्नसोरलोपः तु सम्यक् एव अनन्तरं भूजल्भ्योहेर्भिः भूजल्भ्योहेर्भिः हि स्थाने दि शिंश् योगः दि इदानीं नश् नश्चापदान्तस्य जलि अनन्तरं स्पृणाष्टुः दकारस्य स्थाने चतुर्थवर्ण ढ अनन्तरं षकारः अस्ति डकारः अस्ति अतः चष् वर्णः किल डकारः अतः जलां जश् जशि तत्र षकारस्य चष् वर्णः कः डकारस्य षकारस्य जश् वर्णः षकारस्य एव जष्त्वं भवति इदानीं षकारस्थाने किम् आगच्छति भगिनि षकारस्य स्थाने एव आदेशः इदानीं जष्त्व जष्त्व आदेशः ढकारः किल पुनः वदामि वा पुनः वदतु भगिनि प्रथमं चतुरलोपः अकारलोपः शिंश् शिंश् योगः हि पूजल्भ्यो हेर्भिः हि स्थाने दि इदानीं नश्चापदान्तस्य जलि नकारस्य स्थाने अनुस्वारादेशः शिंश् योगः धि इदानीम् 8-4 अस्ति किल अष्टुनाष्टुः अष्टुनाष्टुः इत्यनेन धकारस्य स्थाने ढकार महाप्राण चतुर्थवर्ण आदेशः इदानीं शिंष्टि इत्यत्र षकारः अस्ति ढकारः अस्ति ढ इति जश्वर्णः जलां जश् जशि अतः जश् आदेशः भवति षकारस्य स्थाने मूर्धन्यषकारस्य स्थाने जश् तत्तु ढ इत्युक्ते तृतीयवर्णादेशः भवति शिण्डि इति भवति अनन्तरं यदा शिण्डि इति भवति तत्र अनुस्वारस्य ययि परसवर्णः इत्यस्यापि अवसरः आगच्छति अतः तत्र कः वर्णः आगच्छति मूर्धनि षिण्ढि इति भवति तत्र पुनः एकम् इतोपि एकं सूत्रमस्ति अन्य कोऽपि वदति वा नो दोडे लोपः नास्ति किल तत्र ढ द्वयम् आवश्यकम् अत्र जरोजरी सवर्णी आम् समानवर्णः अस्ति किल नकारः हल् उत्तरस्य जरः जरीपरे सवर्णजरीपरे लोपः अतः तस्य लोपः क्षम्यताम् आम् शिण्ढि शिण्ढि इति रूपद्वयम् एकं डकारलोपः भूत्वा अनन्त अन्यत् लप डकार सहितं रूपम् जरोजरि सवर्णे इति अन्यतरस्याम् अतः रूपद्वयम् अस्ति अल्लोपः इति सूत्रेण नकारलोप अकारलोपः भूत्वा शिङ्गात् अनुस्वरस्य नष्टपदान्तजलितसूत्रेण मौनस्वर भूत्वा शिङ्गात् अनुस्वरस्य ए परसवर्णसूत्रेण शिं स्तात् सुनाष्टुः शिंस्तात् भवति यत्र परसवर्णः न भवति परसवर्णः न शकार क्षम्यतां शिंस्तात् शिंस्तत्तं तं मति तं तात् तत्रय समानमेव नसौदल्लोपः नष्टपदान्तस्य जलि अमोनुस्वरागतः तदनन्तरं सुनाष्टुः इति सूत्रेण शिनस्तं शिंस्ततं शिंस्त आनि अत्र केवलं वर्णमेलनमेव प्रथमं मोनुस्वरागतिः लोपः भवति वा न भवति नाशामि शिनशा वा शिनशामि सत्यं नत्वं केवलं नत्वम् इत्येव सम्यक् भगिनि समीचीनम् महोदय वदति वा लङ् महोदय न श्रूयते न महोदय न श्रूयते बहु दूरे अस्ति न न महोदय बहु मन्दरूपेण श्रूयते अन्येषां कृते श्रूयते वा मम एव किं न श्रूयते उषा भगिनी भवती करोतु प्रायः महोदय पुनः योजयतु आं भगिनि शिनश् लङ्लकार शिनश् योगः तकारः क्षिणश्योगः तकारः फित् अस्ति गुणकार्यं नास्ति शकारान्तदातु क्षिणश् भवति क्षिणश्योगः तकारः प्रथमं अट्कु लङ् लङ् लुङ् लङ् लुङ् लङ् लृङ् ष्वट् उदातः इति सूत्रेण प्रथमः अडागमः अशिनश्योगः तकारः हल्ङ्याभ्योदीर्घा चतुष्य पृक्तं हल् इत्यनेन तकारलोपः भवति अशिनश् एव तिष्ठति अशिनश् पदं नष्टापदान्तस्य जलि इत्यनेन शकारः झल् भूत्वा नकारः अनुस्वाररूपं भवति अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारस्य ओ शिनश् भवति शिनश् भवति कार्यमेव नास्ति भगिनि शिनश् एव भवति एकमेव कार्यमस्ति शिनश् भवति शकारः अन्ते अस्ति किल शकारः षडोः कहवसि इस् ओन्लि फर् ककार सकार सकारः परः अस्ति चेत् एव कार्यं सत्यम् अत्र तकारः एव तकारः एव तिष्ठति अतिष्ठत् भगिनि सकारस्य तु लोपः कृतवती किल भवती आम् अपृक्तये काले हल्ङ्याभ्योदीर्घात् तत्तु कृतं पदं सो विघात पदं सो षडोकहसि पदान्तस्य पदान्ते कार्यं ओ पदान्तकार्यम् ओके षडोकहसि न षडोकहसि न भिन्न सूत्रं चिन्तयतु पदान्तकार्यं किं पदान्तकार्यं वा ओ जलां जशन्ते भवति जलां जशन्ते जलां जशन्ते झल् बिकम्स् जश् भवति षकारस्य स्थाने षकारस्य जबञ्ज् गडदश् न जबगडदश् एव जबगडदश् डकारः भगिनि डकारः भवति ओके शिनड् भवति अशिनड् भवति चेत् यद् सूत्रम् अरुणा भगिन्या उक्तं तशिनड् अशिनड् ओ वावसाने ओ वावसाने अपि छर् भवति सत्यं छर् भवति अशिनट् भवति सत्यं अशिनश्योगः ताम् अशिनश्योगः ताम् ताम् इति कित् भवति कित्नित् परे णसोरल्लोपः इत्यनेन नकारस्य लोपः नकारस्य अकार अकारः उत्तरवर्ति अकारः लोपं भूत्वा शिंश् योगः शिंश् योगः ताम् भवति अशिंश् अशिंश् योगः ताम् अशिंश् योगः ताम् इति अस्ते ताम् अशिंश् योग नसो अशिंश् देन् षकारः न तकारः तकारः अशिनश् अशिनश् न अशिंश् योगः ताम् अशिंश् योगः ताम् नश्चापदान्तस्य जलीकार्यं भवति अशिंश् अशिंश् योगः ताम् अशिंश् योगः ताम् अशिंश् योगः ताम् ष्टुनाष्टुः एव कार्यं कर्तुं शक्नोति नो ष्टुनाष्टुः भूत्वा अशिंश् अशिंश् योगः ताम् भवति अशिंश् ताम् अशिंश् ताम् दट्स् आं भगिनि देन् अशिन् अशिनश् योगः अन् अन् इति कित्न्यत् अल् नसोर् अल्लोपः इत्यनेन नकारस्य उत्तरवर्ति अकारः लोपं भवति अशिंश् योगः अन् अशिंश् योगः अन् सन्धिकार्यमेव अशिन् अशिनश् न अशि अशिंशन् देन् अशिनश् अशिनश् योगः सकारः सकारः हल्ङ्याभ्यो दीर्घा चतुस्य पृक्तं हल् इत्यनेन सकारः लोपः भवति अशिनश् अशिनश् पदं जातम् अशिनश् पदं जातं जलान् जशोन्ते इत्यनेन जलां जशोन्ते इत्यनेन अशिनड् भवति तेन वावसाने इत्यनेन चर्त्वं भवति अशिनट् भवति देन् अशिनश् योगः तं मध्यमपुरुष द्विवचनं अशिनश् योगः तं तम् इति कित् भवति कित्नित् भवति श्नसोरल्लोपः इत्यनेन अकार नकार उत्तरवर्ति अकारः लोपं भवति अशिंश् योगः तम् अशिंश् योगः तम् अशिंश्योगः तं नश्चापदान्तस्य जली इत्यनेन अशिंश् अशिंष्टम् अष्टुनाष्टुः इत्यनेन अशिंष्टं भवति अशिंष्टम् अशिंष्टं दत् अशिंष्टं मध्यमपुरुष बहुवचनं तकारः अशिनश् योगः तकारः अपित्सु नसोरलोपः इत्यनेन अशिञ्च्योगः त सन्धिकार्यं नश्चापदान्तस्य जलि एव अशिंश् अण्ड् देन् शुनाष्टुः शुनाष्टुः इत्यनेन अशिंष्ट अशिंष्ट अशिंष्ट अशिंष्ट ओ ययि नास्ति ओके ओके देन् अशिनश् योगः अम् अशिनश् योगः अम् पित् पित् कार्यं नास्ति अशिनश् अशिनशम् एव भवति देन् वका देन् अशिनश् योगः व व इति कित् कार्यं कित्यत् कार्यं श्नसोरल्लोपः अशिनश् योगः व नश्चापदान्तस्य जलि इत्यनेन अशिंष् योगः व अशिंष् व ययि ययि भगिनि अशिंष् सो नकारः शकारः शकारः शकारः ययि नास्ति अशिंष् व अशिंष् व अशिंष् म सम्यक् तावदेव धन्यवादः भगिनि धन्यवादः महोदय विधिलिङ्ग् वदति वा महोदय पुनः न श्रूयते श्रूयते बहु मन्दरूपेण श्रूयते किञ्चित् किञ्चित् बेटर् अस्ति इदानीं परन्तु सम्यक् अस्ति महोदय एकनिमिषं भगिनि एकनिमिषं प्रायः अत्र श्रूयते वा इदानीं सम्यक् श्रूयते इदानीं नास्ति पुनः गतम् इदानीं समीचीनम् अस्ति अहं वदामि इदानीं शिनश् इति शिनश् अत्र यात् याता मिहु याः यातं याता यां याव सर्वे अपितः अतः श्नसोरल्लोपः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति अतः शिनश् इति शिनशिंश् इति भवति अनन्तरम् अनुस्वार नश्च पदान्तस्य जलि इत्यनेन तत्र शिंश् शिंश् शिंश्य तर्हि शिंश्यात् शिंश्यातं यातां शिंश्यु शिंश्युः शिंश्याः शिंश्यातं शिंश्यात शिंश्याम शिंश्यां शिंश्याव शिंश्याम इति सम्यक् श्रूयते वा अहं श्रोतुं न शक्नोमि भगिनि श्रूयते एव न न भवत् एकनिमिषः अहं मम न श्रूयते वा एकनिमिषं हलो श्रूयते एव महोदय श्रूयते इदानीम् इयर्फोन् मध्ये नास्ति स्पीकर् फोन् मध्ये एव अस्मि ओ एवम् एवं ध्वनि अत्र किञ्चित् दूरे एव अस्ति वा न समीपे अस्मि अस्तु ओ अस्तु अस्तु इदानीम् अग्रे अग्रे आं महोदय अग्रिमदल् पिशिल् खलु पिशिल् पिश्ल् पिश्ल् इति पिश् इति भवति एकनिमिष पिश् पिश् योग लटि तद् समानमेव भवति महोदय तत्र कार्यं किमपि नूतनं नास्ति अग्रे सरामः पिश्ल् तदा यदा एवमेव भवति सकारान्तदातः अस्तु सकारान्तदातवः एक एव दातु हिसि इति हिंस् इति भवति. हिसि इति परस्मैपदि हिंसायां हिसि इदितोनं धातुः इत्यनेन तत्र हिंस् इति समागमः. नश्चापदान्तस्य झलि इत्यनेन तत्र अनुस्वारः भवति. हिंस् इति हिंस् योगनम् तत्र हिन तर्हि तत्र नक नुमा तत्र ष्णम् इति प्रत्ययः भवति निजचर्त्यर्थः इत्यनेन इकारात् अनन्तरं भवति. हिनन्स् इति अस्ति हिनन्स् योग इति अस्ति हिनन्स् हिनन्स् इदानीं नकारस्य लोपः भवति स्नानलोपः स्नानलोपः इति अग्रे उपरितनय तर्हि हिनस् इति अङ्गं भवति. उपरितनयनायाः प्रक्रियाः चर्चार्थं तस्मिन् करपत्रे नदि अवसन्तने इत्यस्य यङ् लुगन्तधातुसिद्धेः यङ्लकारप्रसङ्गे आलोचनं दृश्यताम् तत्र गन्तव्यं न जानीमः. एकनिमिषम् इदितोनुं धातोः वयं जानीमः इदितो इदितः धातोः नुमागमः भवति. इदितः धातोः नुम् इति अग्रे स्नान् स्नान्नलोपः स्नम् प्रत्यय उत्तरस्य नकारस्य लोपः भवति. शात् अङ्गस्य शातङ्गस्य नकारलोपः स्नम् प्रत्ययोत्तरस्य नकारस्य लोपः भवति. वस्तुतस्तु अग्रे पठामि वा. आम् आं महोदय. कुत्र लभि कुत्र आसीत् इति दृष्टवती तावदेव. वस्तुतस्तु हिनस् इति अङ्गस्य व्युत्पत्तिमार्गः अन्यरीत्या चिन्तनीयः. यतोहि यथा जानीमः कस्यापि धातोः लौकिकरूपसिद्धिः वा अङ्गं वा एकाकिनी आकाशे न करणीय एकाकिनी आकाशे न करणीया. गतमेव नोपदधातूनां धातुपाठे दन्त्यनकार एव दर्शनीयः, न तु सन्धि कृत्वा नकारो वा ण्यकारो वा इत्यादिकम्. प्रक्रियावशात् एव एतत् सर्वं भवेत्, यतोहि सर्वत्र न भवति. यथासङ्गमेव परिस्थितिं दृष्ट्वा करणीयम्. एवमेव लभिधातोः युगलुबन्धधातुः साधनीयः तङ्लकारे. तथा च अत्र वास्तवी प्रक्रिया एवं भवेत्. यथा किं लिखितमिति अवगतं वा महोदय? लौकिकरूपसिद्धिः वा अङ्गं वा एकाकिनी आकाशे न करणीयः. तदर्थमेव उपधा नकार उपधा धातूनां दन्त्यनकारः एव दर्शनीयः, न तु सन्धिं कृत्वा सन्धिकरणं न करणीयः इति वा. प्रायः तत्र हिनस् इत्यत्र हिनस् इति मार्गः तत्र प्रथमं वयम् उपधायां तत्र यत् अनुस्वारः आसीत् तस्य लोपः कृतवन्तः किल. मूले नकारः आसीत् इति कृत्वा श्नान्नलोपः इत्यनेन तदेव न नोपदधातूनां न उपधाधातूनां तत्र नोपदधातूनां धातुपाठे दन्त्यनकारः एव दर्शनीयः, न तु सन्धिं कृत्वा ण्यकारो वा नकारो वा इत्यादिकम्. नश्च पतञ्जलि न करणीयः इति. अस्तु, अनन्तरं किं प्रक्रियावशात् एतत् सर्वं भवेत्? यतोहि सर्वत्र न भवति, यथासङ्गमेव परिस्थितिं दृष्ट्वा करणीयम्. ओ एवमेव वा. एवमेव लभि धातोः यङ् लुगन्तधातुः साधनीयः लङ्लकारे. पुनः वदतु भगिनि. तत्र यद् मया अवगतम् इत्युक्ते तत्र हिंस् इति अस्ति किल, तत्र हि न नकारः अनुस्वारः सकारः. श्नान्नलोपः इत्यनेन उपधावर्णस्य लोपः भवति. उपधायां कः वर्णः इत्युक्ते अनुस्वारः. अनुस्वारः पूर्वं नकारः आसीत्. नष्टापदान्तस्य यदा प्रक्रिया पश्यामः चेत् तत्र इरितोनुं धातोः इत्यनेन नकारः आसीत्, तदेव वयम् अनुस्वारः कृतवन्तः नष्टापदान्तस्य जलि इत्यनेन. इदानीं तद् अनुस्वारस्य लोपः कुर्मः, श्नान्नलोपः इत्यनेन. अतः हिनस् इति रूपं जातम्. तस्य तदेव सः वदति, व्युत्पत्तिमार्गः अन्यरीत्या चिन्तनीयः. कथं हिनस् इति जातम् इति चिन्तनीयं. वयं लौकिकरूपसिद्धिः, धातोः लौकिकरूपसिद्धिः वा ये अङ्गं वा एकाकिनी आकाशे न करणीयः. किमर्थम् एकाकिनी इति अस्ति न जो तत्र सर्वं दृष्ट्वा करणीय इति वा तत्र इति प्रायः एकाकिनी अस्मिन् सन्दर्भे एतादृशं भवति इति वा प्रायः तत्र अन्यथा अनुस्वारस्य लोपः अथवा नकारस्य लोपः न भवति खलु. आम् न भवति. आम् यदि नकार पूर्वमेव कुर्मः चेत् तत्र वयं लोपः न नकारः एव दर्शनीयः, न तु सन्धिं कृत्वा. अस्तु, अतः परन्तु अत्र तु सन्धिः न भवति एव किल. लभि एकवारं पश्यत्र किं न न पूर्वं हिंस् इति अस्ति खलु, हिस् इति अस्ति, अनन्तरं तत्र हिंस् इति तत्र अनुस्वारः भवति, हिंस् इति भवति, हिनन्सि इति अनुस्वारः एव भवति किल. पञ्चमवर्णः आदेशः न भवति. नकार नकार नास्ति इति कृत्वा नकारलोपः न कुर्मः चेत् अनिष्ट भवति इति हिनन्सि एव भवति खलु. प्रायः तादृशचिन्तनं वा तादृशचिन्तनं वा न जानामि चिन्तयामि प्रायः. भगिनि हिनस् अत्र अग्रे दत्तं भगिनि, हिनस् योगगति एव फैनलि वि आर् गेटिङ्ग् देट् ईदर् वे. परन्तु पञ्चमे पञ्चम अक्षर कदापि न भवति किल, तदेव मम प्रश्नः. अत्र तु आदेशः न भवति, ञकारो वा नकारो वा इत्यादिकं सन्धिं कृत्वा न दर्शनीयः इति तादृशं न भवति किल. अत्र प्रायः अन्यविषये वदति वा इति प्रश्नम्. अस्तु, एतत् स्पष्टं किल, तद् कथम् अङ्गं हिनस् इति भवति इति. आमां तद् स्पष्टमेव, तत् स्पष्टम्. अस्तु महोदय, पठतु. हिसि हिसि लट्लकारस्य प्रथमपुरुषे एकवचनीय एकवचनविवक्षायां हिसि योगति निधोनं दातु इत्यनेन हिंस् योगति प्रभात्य ऋतादित्य अष्टम् इत्य अष्टं विकरणसत्य इदानीं हिंस् योग अष्टं योगति तत्र हिनन्स् योगति इत्युक्ते मिति इति कृत्वा विकारात् अनन्तरं भवति. अनन्तरम् अकारस्य लोपः नात् नात् न लोपः नकारस्य लोपः हि हिनस् योगति हिनस्ति. एवं च यद्यपि नश्चापदान्तजलि इत्यस्य प्रसक्तिरस्ति हिंस् योगति इति स्थितौ, परन्तु पूर्वत्र सिद्धम् इत्यनेन कर्तरिषप् इति सूत्रं प्रति त्रिपादसूत्रं नष्टापदान्तजलि असिद्धम्. अतः तस्यां प्रक्रियाम् अनुस्वारादेशः कुत्रापि अवसरः न भवति. अन्तो दत्वा अन्लोपः इत्यनेन नकारलोपः. ओ एवमेव, तदेव एकाकिनी आकाशे न करणीयः. एतत् प्रायः पूर्वं योजनीयं. समीचीनम्, इदानीम् अवगतं. नष्टापदान्तस्य जलि इत्यस्य प्रसक्तिः एव नास्ति. भवति अतः एव तदेव अस्तु. परन्तु किमर्थं तत्र पूर्वं तद्दत्तं प्रायः एतत् कृत्वा तद् न अस्तु अवगतम् सर्वे अवगतवन्तः प्रत्ययस्य भवति इति कृत्वा एव वयम् इति लट् कोऽपि अन्य अस्ति चेत् न भवति किल न तत्र तत्र वयं कर्तुं शक्नुमः खलु तदेव अस्मिन् प्रसङ्गं दृष्ट्वा करणीयम् इति प्रसङ्गं दृष्ट्वा एव करणीयं प्रायः तदेव कोऽपि अन्यत्रस्य अस्ति चेत् वयं कर्तुं शक्नुमः तत् कोऽपि नकारस्य लोपः न भवति इति श्नानलोपः इत्यस्य अवसरः भवतु इति यत्र नास्ति तत्र कर्तुं शक्यते खलु वयमपि कृतवन्तः किल एतावता यद्य अन्य किमपि तत्र नश्चापदान्तस्य जलि वयं कृतवन्तः आमाम् अस्तु अस्मिन् सन्दर्भे अस्मिन् सन्दर्भे श्नान्नलोपः इत्यस्य अवसरः भवतु इति कृत्वा नश्चापदान्तस्य जलि इत्यस्य प्रसक्तिः एव नास्ति अग्रे पठामि वा सर्वे अवगतवन्तः किल किमर्थम् अत्र न भवति इति अस्तु आं भगिनि महोदय तिङ् प्रत्यय निमित्तिकम् अङ्गकार्यं तिस्सु अङ्गकार्यं नास्ति हीनस्य गति हीनस्ति हिनस्य योग आनि हिनसानि तत्र पित् तत्र किमपि कार्यं नास्ति अपित्सु वयं जानीमः ससुरलोपः इत्यनेन नष्टम् इत्यस्य अकारस्य लोपः हिनस्य योगत इति अस्ति अत्र हिंस् इति भवति हिंस् योगतः अत्र सन्धिकार्यं भवति अनुस्वारः भवति हिंसः इति सन्धिकार्यं नश्चापदाञ्जलि हरिच इत्यपि यथासङ्ख्यं फलं यथावत् चकारः चलि चरि च करिच इत्यस्य जलस्थाने जलादेशः भवति करिपरे जलां चर् करिच लोटि इति स्थाने दि चकारः चकारादिपत्ये परे चकारं धातोः चकारस्य लोपः भवति इति सूत्रेण इदं जलां जस् जसि इत्यस्य अपवादः हिंस् योग हि हिंस् योग धी धी चैत्येन चकारस्य लोपः इन्धि अनन्तरम् अनुस्वर्थे इं धी इति अनुस्वारः अनुस्वर्थे परसवर्ण इत्यनेन परसवर्णादि च हिन्धि धी च चकारस्य लोपः भवति नकाराधिपत्ये परे सप्तमन्तं च अव्यवृतं द्विपदिनसूत्रमिति त्रयोगादश लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अनुवृत्तसूत्रम् अस्ति धी च तस्य लोपः बीच इति 8-2 इति अस्ति जलां झष् झषि इति 8-4 इति अस्ति तदापि अपवादः जलां झष् झषि इत्यस्य अपवादः बीच अपवादः भवति वा तादृश भवति वा अत्र पूर्वमपि भवितुम् अर्हति इति उदाहरणं तदेव अहं वक्तुम् इष्टवती तत्र जलां झषि इति 8-4 अस्ति तस्य अपवादः दीच दीच इति 8-2 सामान्यसूत्रं जलां झषि झष्ट्वं तस्य दीच इति सकारस्य लोपः भवति दकारादिप्रत्यये परे पूर्वसूत्रमस्ति इति कृत्वा पूर्वत्र सिद्धं नास्ति वा प्रायः दीचस्य निरवकाशत्वं भवति किल, तस्य कार्यं न भवति चेत् सकारस्य लोपो दकारादिप्रतीकरे दीच इति पूर्वसूत्रमस्ति खलु भगिनी, तत्र तादृश किमर्थं इदानीं मम मनसि नास्ति किमर्थं जलां जजसि इति अनन्तरं खलु तस्यापि सत्यं, परन्तु तस्यापि प्रसक्तिः अत्र भवितुम् अर्हति किल, जष् एव धकारः जष् वर्णः एव किल, तत्र जष्त्वमपि भवितुम् अर्हति जलां स्थाने जष् जल् एव किल सकारः, तत्र जष्त्वं भवितुम् अर्हति धीच इति, क्षम्यतां जलां जष्जषि इति, परन्तु दीच इति पूर्वसूत्रं तत्तु सत्यमेव, पूर्वत्र सिद्धम् इति कुर्मः चेदपि दीच इत्यस्य अवसरः भवति, परन्तु दीच अत्र कार्यं न करोति चेत् तस्य अवसरः अग्रे अपि न भवति किल, निरवकाशत्वम् अपवादस्य बीज यद्यपि निरवकाशमपि भवति अपवादः, अतः तस्य कार्यं भवति एव अपवादः इत्यनष्टेः लङ्लकारस्य तिपि परे सकारान्तपद सकारस्य दकारादेशः भवति, अहिनस् योगः इति अस्ति, इदानीं तत्र दकारस्य लोपः भवति हङ्गे भवति असूति अहिनस् इति पदम् अहिनस् योग इदानीं तिप् इति कृत्वा तिप्पनष्टेः तिपि तिप्यनष्टेः इति पदस्य अत्र सकारस्य सकारादेशः भवति अनन्तरम् अहिनद् इति अहिनद् अनन्तरं चत्वम् अहिनद्नस्तेः पदान्तस्य चकारस्य दकारादेशः भवति इति परे, परन्तु अस् धातोः न भवति अतः अनस् इति इदं सूत्रम् असदिशोः इत्यस्य अपवादः दूरं दृष्टवन्तः एकनिमिष तत्र नास्ति अनस्तिः तस्य अनस्तेः इति सप्तम्यन्तम् अनस्तेः स्पष्टम् प्रसजोरुः इत्यस्मात् साहित्यस्य अनुवृत्तिः वसुस्रंसु ध्वंसनडुहां दः इत्यस्मात् दः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य पदस्य सः दः इति अनस्तेः न महोदय प्रायः विजया भगिनी पठति, परन्तु एतत्तु पदान्तस्य कार्यं किल, पदान्तस्य सकारस्य दकारादेशः भवति तिपि परे, अतः अस्माकं कृते किं भवति महोदय अत्र तदेव एकवारं वदतु, अहिनस् योगः सकारस्य दकारः भवति इत्येव, अहिनस् इति अस्ति तद् अहिनद् इति भवति पदान्ते अस्ति इति कृत्वा सकारः यदा सकारलोपः भवति तदा पदत्वं सिद्ध्यति अहिनद् तदेव कार्यं तिप्यानस्तेः सत्यं, धन्यवादः महोदय, भगिनी पठति वा विजया भगिनी सिपि दातो रूप आं भगिनि श्रूयते वा आम् कुत्र तिप् तिप्यनस्तेः अभवत् अनन्तरम् अभवत् सिपि धातो रुर्व इत्यनेन लङ् लकारस्य सिपि परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन लकारादेशः ऋत्वं वा भवति, प्रथमं तिप्यनस्तेः इति सूत्रेण पदान्तस्य सकारस्य एव दकारः भवति, परन्तु अत्र सिपि धातो रुर्व इति सूत्रेण विकल्पेन एव सकारस्य दकारः भवति इति तत्र दत्तं, न एतत्तु सिपि परे तत् सिपि परे सिपि अनस्तेः तिपि परे सिपि धातो रुर्व सिपि परे इदानीं अहिनस् योगः सकारः, सकारः लोपः भवति अल्गभ्य दीर्घसुति सप्तम् इति सूत्रेण लोपः सकारस्य भवति. इदानीम् अनि अहिनस् एव तिष्ठति. सिपि धातुरुर्वा इत्यनेन विकल्पेन ऋत्वम् आदेशः, अतः तत्र सकारस्य स्थाने अहिनद् इति भवति, अहिनरु इति अपि भवति. अहिनरु चेत् उ इत्यस्य इतिसंज्ञा लोपः भवति. अनन्तरं करावसानयोर्विसर्जनीयः इति सूत्रेण ऋत्वस्य स्थाने विसर्गः आगच्छति. अवसाने रेपस्य विसर्ग आदेशः भवति, अतः अन्तिमरूपम् अहिनः. आहत्य अहिनद् अहिनत् अहिनः इति रूपं त्रयः अत्र सिद्धं भवति. अग्रे सिपि धातोः, सिपि धातोरुर्वा प्रथम पङ्क्तिः अनन्तरम् अनिवर्तिसहितसूत्रम् एव खलु भगिनि. पदान्तस्य सकारस्य रु आदेशः भवति दकारो वा सिपि परे. अत्र वा इति समुच्यार्थे, तत्र वा इति पदं विकल्पेन अन्यस्तरे स्याम् इति अर्थे आगच्छति. अनुवृत्तिसहितसूत्रं तत्र सः धातोः पदस्य रुः दह वा सिपि. एतत् पूर्वमेव वयं दृष्टवन्तः तिप्यनस्तेः इति सूत्रेण पदान्तस्य सकारस्य स्थाने दकारः आगच्छति एव, परन्तु सिपि धातोरुर्वा इति सूत्रेण विकल्पेन तत्र सकारस्य स्थाने दकारः भवति इति. दकारः अपि भवति, रु अपि ऋत्वमपि, ऋत्वम् समुच्चयार्थे अत्र आहत्य तत्र रूपं त्रयः भवति, अहिनद् अहिनत् अहिनः इति. प्राचीनैः उच्यते, प्राचीनैः प्राचीनकाल वैयाकरणाः उच्यते, वैयाकरणः उच्यते यत् वसु संसु अध्वंसु अनडुहा इति अनडुहां दह इत्यस्मात् दह इत्यस्य अनुवृत्त्या दकारस्य पक्षे पक्षः सिद्ध्यति साक्षात् अनेन एव सिपि धातोरुर्व इति सूत्रेण. नवीनैः उच्यते यत् अस्य अवकाशः आवश्यकता, अस्य आवश्यकता नास्ति, यतोहि रु अपेक्षे सकार स्थाने दकार आदेशः जलां जशन्ति इत्यनेन. परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषोरुः जलां जशोन्ते इति अनयोर्मध्ये ससजुषोरुः इत्यस्य अपवादभूतत्वात् जलां जशोन्ते इत्यस्य पुनः नितराम् अवकाशः नास्ति इत्थञ्च सिपिद्धातोरुर्व इति एन इत्यनेन एव ऋषुच्च दश्च क्रियते इति तत्र दत्तं. प्राचीनैः तत्र किम् अस्ति चेत् तत्र वसु संसु ध्वंसु अनुडुहाम् इति पदान्ते एव दकारः भवति इति. अनन्तरं परन्तु नवीनैः किम् उक्तं चेत् एतत् आवश्यकता नास्ति. किमर्थं चेत् रु अपेक्षा अस्ति चेदेव सकारस्य स्थाने दकारः आदेशः भवति, अनन्तरं जलं जशन्ति इति इत्यनेन अपि भवति इति. अद्यतनवैयाकरणः किं वदन्ति चेत् ससजुषोरुः इति सूत्रमपि अनन्तरं जलां जशन्ति इति द्वयोः मध्ये कार्यं कृत्वा ससजुषोरुः इति सूत्रेण अपवादत्वं भवति. अतः एव तत्र जलां जशन्ति इत्यस्य पुनः नितराम् आवश्यकता भवति इति तत्र दत्तं. सिपि धातोरुर्व इत्यनेन ऋच्च दच्च इति सूत्रस्य अत्र जलं जषन्ते इति सूत्रस्य प्रसक्तिः अस्ति. अनन्तरं सिपि धातोरुर्वा इति सूत्रेण रुः इति भवति. अनन्तरं दः अपि तत्र कार्यं भवति इति तत्र दत्तमेव. सत्यं सिपि धातोरुर्वा इत्यनेन एव रु अर्ध द्वयमपि सिद्ध्यति. तत्र यदा मतभेदः अस्ति, एकवारं तद् बाधितं ससजुषोरुः जलां जषन्ते इत्यत्र ससजुषोरुः इत्यस्य अपवादः जलां जषन्ते, अतः पुनः तस्य अवकाशः कदापि न भवति. एकवारं बाधितं चेत् बाधितमेव, पुनः तत् न आगच्छति. अतः सिपि धातोरुर्वा इत्यनेन एव रूपद्वयमपि साधयामः. तदेव समुच्चयार्थे च इति पदम् वयम् उपयोगं कुर्मः किल, रामः लक्ष्मणः च, तादृशं तत् सिपि धातोरुर्वा इत्यनेन रु अपि भवति, ध अपि भवति, द्वयमपि सिद्ध्यति. अत्र वा इति विकल्पार्थे नास्ति, समुच्चयार्थे. तदेव वैशिष्ट्यम् अस्य सूत्रस्य. सर्वे अवगतवन्तः वा तत्? अस्तु, विजयभगिनी समापयतु. नवीनानां दृष्टिः एव, नवीनानां दृष्टिः एवं सकारान्तपदस्य, सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः उदेति अत्र. अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं जलां जषन्ते, सकारः जलि अस्ति. अनेन सूत्रेण पदान्ते सकारस्य जस्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयसदस्य स्थानेन्तरतमः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यतावर्गस्य तृतीयसदस्य दकारः भवति. अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकार आदेशः, परन्तु ससजुषोरुः तस्य अपवादः. अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशः भवति. पुनः तिप् प्रत्यये परे तिप् नस्तेः तस्य अपवादः. अनेन तिपि परे पदान्तस्य सकारस्य दकारः आदेशः भवति. एवमेव सिप् प्रत्यये परे सिपि धातो रुर्वा ससजुषोरुः इत्यस्य अपवादः. अनेन सिपि परे पदान्तस्य सकारस्य विकल्पेन रु आदेशः भवति. तस्य अभावे सर्वसामान्यस्थितिः जलां जषन्ते इत्यनेन सकारस्य स्थाने दकारः भवति इति अन्तिम तत्र अन्तिमरूपम् इति वैयाकरणसिद्धान्तं. अतः सामान्यसूत्रं किं भगिनि, सर्वसामान्यसूत्रं किं तत्र, सामान्यसूत्रं किं जलां जषन्ति इति तस्य अपवादः कः? जलां जषन्ति इति ससजुषोरुः इति सूत्रे जलां सिपि धातुरुर्वा इति प्रथमम् अस्ति, परन्तु तत् न तत्र जलां जषन्ते एव भवती सम्यक्तया एव उक्तं. सर्वसामान्यसूत्रं जलां जषन्ते, समीचीनं वा? तस्य अपवादः कः? ससजुषोरुः इति सूत्रम् अपवादः. सत्यं किल. इदानीं तत्र जलां जषन्ते इत्यनेन सकारस्य स्थाने कः आदेशः भवितुम् अर्हति? तत्र सकारस्य दन्त्यसकारस्य स्थाने दन्त्यतावर्गीय तृतीयसदस्य दकारः भवति. ससजुषोरुः सकारस्य स्थाने कः आदेशः? ससजुषोरुः इति सूत्रेण तत्र ऋत्वं भवति. अतः कार्यद्वयं, परन्तु जलां जषन्ते ससजुषोरुः इत्यनेन बाधितं किल. आम्, इदानीं तत्र पुनः तिपि परे कः भवति? ससजुषोरुः सिपि परे वयं पूर्वमेव दृष्टवन्तः विकल्पेन एव तत्र सकारस्य दकारः भवति न तिपि परे तिपि अनस्तेः इति ससजुषोरुः इत्यस्य अपवादः आं भगिनि अवगतं वा तिपि अनस्तेः इति अपवादः ससजुषोरुः जलां जषोन्ते सर्वसामान्यां प्रथमं जलां जषोन्ते सर्वसामान्यां तत् तस्य बाधा ससजुषोरुः क्रियते तत् ससजुषोरुः इत्यस्य अपवादः तिपि अनस्तेः तिपि परे तिपि अनस्तेः न अपवादः अपवादः परसूत्रं नास्ति अपवादः अस्ति यदा अपवादः अस्ति तत्र किं भवति तिपि अनस्तेः इत्यनेन पदान्तसकारस्य दकारादेशः अवगतं वा अनन्तरं सिपि परे कः किं सूत्रं कार्यं करोति ससजुषोरुः इति सूत्रं कार्यं करोति सिपि धातोरुर्व इति सूत्रम् अष्टमाध्याये द्वितीयपादे चतुस्सप्ततमसूत्रमस्ति परन्तु अपवादः तत्र तिप्यनस्तेः इति अपवादः न न सिपि धातोरुर्व कस्य अपवादः ससजुषोरुः इति सूत्रं सूत्रम् अपवादः अस्ति अत्र सत्यं तत् ससजुषोरुः इत्यस्य अपवादः सिपि धातोरुर्व तावदेव जलां जषोन्ते ससजुषोरुः तिपि परे तिपि अनस्तेः अपवादः सिपि परे सिपि धातोरुर्व अपवादः तावदेव कार्यं तु समानमेव तत् अवगतं किल तावदेव लटीरूपं वदति वा भवती किं भगिनि लटि लटीरूपं हिन इति दातु लट् रूपम् तत्र तत् तादृशं पुस्तकं प्रथमं तत्र शिनेश् पूर्वमेव वयं दृष्टवन्तः श्रूयते वा भगिनि तत्र लेट् रूपं पूर्वं दृष्टवन्तः सिनेष्टि इति भवति खलु भगिनि सिनेष्टि तद् सिनष्टि इदानीं हीनस् किल ही नकारः सकारः हीनस् इति वयं श्नान्नलोपः कृत्वा हीनस् इति रूपं क्षम्यताम् अङ्गं हीनस् योगः ति कार्यं किमपि अस्ति वा तत्र अनदन्त अङ्गं खलु भगिनि एतत् सीतः अन्ति अनन्तरं सीतः मे वहमः इति अस्ति इदानीं सिनष्टि सिनष्टि परन्तु सि अस्ति अत्र सि अस्ति चेत् तत्र एतत् रुदादिव्योष्णम् इति तत्र श्ना इति भवति अनन्तरं तत्र एतत् सूत्रम् इदानीं शिनस् इति भवति खलु भगिनि शिनस् इति भवति धातुः तु भगिनि धातुः हिंस् इति धातुः किल हिनस् इति अङ्गं हि हकारः तदेव भवती पठितवती किल तत्र बिन्दुः कः सप्तमबिन्दुः सकारान्तदातवः तदेव पठितवती किल हिंस इति तोनुं दातु मध्ये नकारः भवति स्नाभ्यो तत्र रुदादिभ्युष्णम् इति सूत्रेण शिनेश् शिनस् भवति इदानीं, खलु भगिनि? अनन्तरं तकारः एतत् लट् रूपम्, अतः तत्र तकारस्य स्थाने शुनश्चुः इति सूत्रेण टकारः भूत्वा शृणश्च इति भवति, न तत्तु पूर्व पूर्वतनधातुः वदति भवति, एतत्तु अग्रिमधातुः किल, तत्र हिंस योगः ति हिंस हिंस हिंसायाम् इति धातुः, एतदेव करणीयं किल, तदेव तदेव भवती पठितवती किल इदानीं, तस्यैव लङ् रूपं पठितवती. इदानीं लट् रूपम् तत्र किम् अस्ति, हिंस इति भवति, परन्तु हिंसि इति भवति, तत्र रुदादिभ्युष्णम् इति सूत्रेण हिन हिन हिन भवति, हिन अनन्तरं हिनस् इनस् इति भवति, अनन्तरं तत्र हिनसि किञ्चित् मन्दरूपेण एव किञ्चित् उच्चैः वदति वा भगिनि? इदानीम् इदानीं इदानीं किञ्चित् इनस् इनस् इति भवति, अनन्तरं ति योजनेन इनस्ति भवति, तावदेव तावदेव आं सत्यम् अग्रे अनन्तरं ति तः तः अस्ति अपि तस्ति अतः तत्र तत्र किमपि कार्यं नास्ति, अतः तत्र किं भगिनि, यदा वयं सर्वदा कुर्मः किल नकारोत्तरवर्ति अकारस्य लोपः केन सूत्रेण, एतत् स्नसोरल्लोपः इति सूत्रेण नकारस्य लोपः प्रथमं भवति, अनन्तरं नश्च पदान्तस्य इति सूत्रेण नकारस्य स्थाने किमस्ति अनुस्वारः भवति, इदानीं सकारः अस्ति अतः तत्र अनुस्वारस्य यै परसवनः इति सकारः परे अस्ति, न किमपि कार्यं नास्ति तावदेव, हिंस् इति भवति नश्च पदान्तस्य जलि इति सूत्रेण अनुस्वारः भूत्वा हिंस् सः इति भवति तावदेव, अनन्तरं तत्र अन्ति इति भवति तादृशमेव किम् अन्तियोजनेन नच पदन्तस्य जलि इति कार्यं कृत्वा पूर्वमेव दृष्टवन्तः, इदानीं तकारः अस्ति अतः तत्र अनुस्वारस्य स्थाने यै पुरसवनः भूत्वा सकारः एव अस्ति भगिनि सर्वत्र तकारः न हिंस् इति भवति खलु भगिनि हिंस् अन्तियोजनेन तत्र नच पदान्तस्य जलि अनन्तरम् अनुस्वारस्य यै पुरसवनः इति कार्यं भूत्वा वर्णमेलनमेव हिंसन्ति इति भवति समीचीनं अग्रे अनन्तरं तत्र सी तः त इति अस्ति तत्र सि अस्ति किमपि कार्यं नास्ति किनस्ति एव भवति वर्णमेलनं किनस् इति भवति हिनसि एव भवति पूर्वमेव वयं दृष्टवन्तः तः इति तादृशमेव तः इति भवति अनन्तरं ता भवति इदानीं हिनसि हिंस्तः हिंस्त इति भवति तादृशमेव तत्र स्नसोरल्लोपः इति सूत्रेण तत्र नकारस्य उत्तरवर्ति अकारः लोपः भूत्वा इनस् इति भवति अनन्तरं मि योजनेन इनस्मि तत् मि तु पित् अस्ति किल पित् अस्ति परन्तु तत्र सार्वधातुकम् अपि अस्ति अतः तत्र गुणनिषेधः भवति अतः तत्र हिनस्मि एव भवति इदानीं वहामः महामः तत्र जल् प्रत्ययम् अस्ति, जल् प्रत्यहारः अस्ति तत्र पूर्वमेव दृष्टवन्तः तत्र नच पदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति तावदेव धन्यवादः. उषा भगिनी लोटि वदति वा अनन्तरम्? वर्गानन्तरम् अहं किञ्चित् वा अस्तु अस्तु आं भगिनि. हिं हिनस् हिनस् इति भवति हिंस् धातु, वटुस् धातु हिसि हिंस् भवति हिनस् इति भवति. हिनस् योगः लोट, हिनस् योगः तु, तु इति पित्त अङ्गकार्यं नास्ति. हिनस् योगः तु हिनस्तु एव भवति. हिनस् योगः तात, तात् इति कित्नित् परे नसोर् अल्लोपः इत्यनेन नकार उत्तरवर्ति अकारः लोपं भवति. हिंस् हिंस् योगः तात्, हिंस् योगः तात् सकारः नश्चापदान्तस्य जलि इति जल् भवति. नकारः अनुस्वाररूपं भूत्वा हिंस्तात् भवति. देन् हिनस् योगः तां, हिनस् योगः तां, ताम् इति कित्नित् प्रत्ययः. सो नसोर् अल्लोपः इत्यनेन अकारस्य लोप नकार उत्तरवर्ति अकारः लोपं भवति. हिं हिंस् भवति, हिंस् योगः तां, हिं हिंस् तां भवति. देन् हिनस् योगः अन्तु, हिनस् योगः अन्तु श्नसोरल्लोपः इत्यनेन हिंस् भवति. हिंस् योगः अन्तु हिनस् हिंसन्तु. नश्चापदान्तस्य जलि इत्यनेन अनुस्वाररूपं देन् हिंस् योगः अन्तु, हिंस् योगः अन्तु हिंसन्तु भवति. देन् हिनस् योगः हि, हिनस् योगः हि हि हू जल्भ्यो हेर् दिहि इत्यनेन सकारः अन्तिमसकारः जल् भवति. हिनस् योगः हिनस् धातु, हिनस् योगः हि, हिनस् इति हि इति अपित् भवति, अपित् भवति. सो नकार उत्तरवर्ति अकारः लोपः भवति. हिंस् भवति, हिंस् इति हिंस् योगः हि, हि देन् हिंस् योगः हि नकार उत्तर दत्ता नश्चापदान्तस्य जलि इत्यनेन जल् जकार सकारः जल् हिंस् भवति. हिंस् योगः हि इति उच्यते. हू जल्भ्यो हेर्दिः इत्यनेन हकारः जल् परः अस्ति. हिंस् योगः धि भवति, हकारस्य स्थाने दकारः भवति. हिंस् धि भवति, हिंस् धि इति स्थिते धिच धिच इत्यनेन सकारलोपः भवति. धिच धिच इत्यनेन सकारलोपः भवति. सो हिंस् धि इति हिं सकारलोपः हिं हिं दि भवति. दि अनुस्वार अनुस्वारस्य परः ययि अस्ति, धकारः ययि अस्ति. अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारः अनुस्वारस्य स्थाने नकारः आदेशः भवति. हिं धि भवति. तदेव नश्चापदान्तस्य जलि अण्ड् दट् कम्स् बिफोर् भगिनि. सो हू जल्भ्यो हेर्दि नसोर् अल्लोपः हू जल्भ्यो हेर्दि अन्यत् सर्वं तु सम्यक् एव, परन्तु एतदेव पूर्वम् आगच्छति. हिन्दी इति भवति, अनन्तरं किम् उक्तवती? हिन्दी भवति. एकं कार्यम् अवशिष्टम्, हिन्दी हिन्दी भवति. जलां जषि भगिनि, न न जषि नास्ति, सम्यक् एव. यदा न भवति चेदेव तत्र जरोजरि, इदानीं तु सकारलोपः भवति. सत्यं, सम्यक् एव. आम्, सकारलोपः भूत्वा एव हिन्दी. हिनस् योगः तं, तम् इति अपिच् प्रत्ययः, श्नसोरलोपः इत्यनेन हिन्स् भवति. हिन्स् योगः तं, हिन्स् योगः तं नश्चापदान्तस्य जलि इत्यनेन अनुस्वाररूपं, हिंस् योगः तं, हिंस् योगः तं, हिंस् योगः तं, देन् तकारः ययि हिंस् ययि या ययि हिंस् योगः सकारः ययि नास्ति किल भगिनि? सकारः ययि नास्ति. आं भगिनि, हिंस् यो एव स्थितः, हिंस्ताम् एव भवति. हिंस्तं मध्यमपुरुष द्विवचनं, हिंस्तं, हिंस्तम् एव भवति. देन् मध्यमपुरुष बहुवचनं तकारः, मध्यमपुरुष बहुवचनं हिनस् योगः तकारः, नसोरल्लोपः हिंस् योगः तकारः, देन् सकारः ययि नास्ति, अनुस्वारम् एव, अनुस्वारः एव तिष्ठति, हिंस्त भवति. देन् हिनस् योगः आनि, आनि इति आनि आव आम इति पित् भवति. श्नसोरल्लोपः कार्यं नास्ति. हिनस् हिनसानि, हिनसाव, हिनसाम इत्येव भवति. धन्यवादः भगिनि. चिन्नस् इति धातु अङ्गम् अस्ति. लङ् लकारे प्रथमं लङ् लुङ् लङ् लुङ् शुलब्दात् सूत्रेण अटागमः भवति. अहिनस् इति रूपम्, अहिनस् योगः प्रत्ययः, हल्लायुदीर्घार्थं हल् सूत्रेण तकारलोपः भवति, पदसंज्ञा भवति. तदनन्तरं तिप्यनस्तेः इति सूत्रेण सकारस्य स्थाने दकार आदेशः भवति विकल्पेन. ततः अहिनस् युगः, अहिनस् अहिनद् अहिन् अहिनस् दकारविकल्पेन सत्यमेव किल, अहिनद् वा अवसाने, वा अवसाने अहिनद् सत्यं. तान् अत्रापि अहिनस् योगः, तान् अहिनस्य तान् अपि तस्ति नसौरल्लोपः सूत्रेण नकारस्य अहिनस् तान् अहिन्स्तान् मोनुस्वर भवति भगिनि, अनुसुर भवति अहिंस्ताम्, अहिंस्ता अत्रापि नसोत्वल्लोपः सूत्रेण अकारलोपः भूत्वा अहिं नश्यपदान्तजलि सूत्रेण अनुस्वर भूत्वा अहिं सि अस्ति, सि पित् अस्ति, अत्रापि सकार एव अहिनस् योगः स हल्नाद्यो दीर्घात् स्तुति अपृक्तं हल्यचित्रेण सकारलोपः भवति. तदनन्तरं पदसंज्ञा भवति क्षिपिधातोर्कृत्वा इति सूत्रेण द्वे रूप रु आदेशः दकारादेशः भवति विकल्पेन अहिनस् योगः क्षिपिधातुरुत्वा प्रथमं दकार सकारस्थाने दकार आगच्छति अहिनद् वा स्थानेन अहिनत् अपि भवति अर्हति अहिन अन्य अस्ति ऋत्वम् आदेशः अहिन अहिनर् अहिनः भवति तम् अत्रापि अपि तत्कारणात् तस्योल्लोपः इति सूत्रेण अकारलोपः भूत्वा अहिन् भवति. तदनन्तरं नश्च पदान्तजलिनं नुस्वर भवति अहिंसत्तं हिंस्तम् अहिंस्त इति उत्तमपुरुषे अम् अस्ति पित् कारणात् वर्णमेलनमेव अहिंसाम् अहिंसं वा वकारमकार जल् नास्ति अतः अहिंस्वा अहिंस्म समीचीनं भगिनि सम्यक् धन्यवादः महोदय. पुनः विधिः आं भगिनि तत्र एकनिमिषः हिंस खलु हिंस् हिंस् अपि अस्ति खलु हिंस् इति अस्ति इदानीं तत्र नकारः अनन्तरं स्नस्वर् स्नानलोपः इति नकारलोपः अनन्तरं तत्र अकारस्य लोपः हिंस् हिंस् इति भवति. एकनिमिषं हिंस् हिंस् इति अस्ति अग्रे हिंस् यात् खलु एकनिमिषं हिंस् हिंस् तत्र नकारस्य अनुस् नष्टपदलि इत्यनेन अनुस्वारः हिंस् हिंस् इति अङ्गं हिंस्यात् हिंस्यातं यातां हिंस्युः हिंस्याः हिंस्यातं हिंस्यात हिंस्यां हिंस्याव हिंस्याम इति रूपाणि एव सत्यम्. अग्रिमम् अस्ति अन्तिमधातुः रुदादिगणस्य अन्तिमधातुः अकारान्तदातवः तत्र एकः एव धातुः अस्ति तृह् इति तदपि कृत्वा प्रायः समयः अस्ति वा इति पश्यामः. महोदय पठितुं शक्नोति भगिनि तत्र ध्वनिः अस्ति अत्र अस्तु अस्तु नास्ति चिन्ता महोदय. विजया भगिनी पठति वा आं भगिनि. तत्र हकारान्ताः दन्तवः अष्ट अष्टम तत्र एकः धातु हकारान्तदातवः एकः धातुः तृह् तृह् इति भवति एतदेव खलु भगिनि. इदानीं तृह् इति धातु इत्युक्ते तृह् एव भवति परस्मैपदिन वा हिंसायम् इति अर्थे अस्ति तृह् योगः स्नम् मिदच्योन्त्यात् परः अतः तत्र अन्तिम वर्णात् पूर्वं नकारः आगच्छति तृणः इति रूपं भवति. तिङ् प्रति निमित्तिकम् अङ्गकार्यं पित्सु तृणः योगः तृणः इम् इत्यनेन तृह् श्नमीकृते तृणक् इति अङ्गस्य इम् आगमः भवति. अतः हलादिपित् सार्वधातुकप्रत्यये परे तृणः योगः ति, तृणः योगः इम् योगः ति, इमः मित्वात् अन्त्यात् अचः परः इत्यनेन तृणेः इति भवति. अकारस्य स्थाने इकारः भूत्वा तृणेः योगः ति सन्धिकारे भूत्वा तृणेडि, तत्र अकारस्य स्थाने डः भवति, चतुर्थवर्णः भवति, होडः इति सूत्रेण, खलु भगिनि? तत्र सन्धिकार्यं भूत्वा त्रिणेडि इति भवति. अट्कुप वाङ्नुम् इति सूत्रं प्रथमं रेपस्य रेपः अस्ति, अतः तत्र त्रिणेडि इति भवति. अनन्तरं तृणः योगः आणि इति अङ्गकार्यम्, आणि इति अङ्गकार्यं नास्ति, सन्धिकार्यमेव, अतः तत्र वर्णमेलनेन तृहाणि इति दीर्घं भवति. अत्र सन्धिकार्यं सवर्णदीर्घः भवति, अकः सवर्णदीर्घे इति सूत्रेण तृणः योगः आणि वर्णमेलनमेव तत्र, खलु भगिनि? वर्णमेलनं इदानीम् अपेत्सु अस्ति चेत् स्नसोरल्लोपः इत्यनेन स्नम् इत्यस्य अङ्ग अकारस्य लोपः तृणः योगः तः, तत्र नच पदान्तस्य जलि इति सूत्रेण, अनन्तरं अनुस्वारः अनुस्वारस्य ऐपरसवर्णः इति सूत्रेण तृङ् इति भवति, तृङ् योगः तः, सन्धिकार्यं तत्र किमस्ति, दन्तेनकारस्य स्थाने मूर्धनि नकारः आगच्छति, अट्कुपवाङ्नुं वेवेयायेपि इति सूत्रेण सन्धिकार्यं भूत्वा अन्तिमरूपं तृण्ड तृण्डः इति भवति. तदग्रे अस्ति तृणाकिम् इति सूत्रं पठतु भगिनि. अग्रे सूत्रम् आगच्छति खलु भगिनि? तत्र तृणकिम् इति सूत्रमस्ति किल, तृणः इम् तत् सूत्रं पठति वा? तृणः आम् इम् इम् इति तृणः इति अङ्गस्य इम् आगमः भवति अलादिपित् सार्वधातुकप्रत्ययपरे यस्मिन् विधिस्तदावल्ग्रहणे वार्तिकमस्ति अत्र, परन्तु सूत्रमपि दत्तं वा भगिनि? 1132 इति तत्र तस्मिन् सूत्रस्य वार्तिकं यस्मिन् विधिस्तदादौ अल्ग्रहणे इत्यनेन येन विधिस्तदन्तस्य इत्यनेन तस्य तदन्तविधिः भवति, अत्र तदादिविधिः अस्मिन् वार्तिकेन तदादिविधिः भवति. येन विधि तदन्तस्य इति तत्र अनेकानि तत्र क्रमः भवति, तत्र विधिः तदा दावल् ग्रहणे इति अपि वार्तिकम् अपि अस्ति, सूत्रमपि येन विधि तदन्तस्य एव सूत्रमस्ति अत्र. अनन्तरम् इत्यनेन तदादिविधिः अस्मात् हलि सार्वधातुके इत्युक्तौ हलादि सार्वधातुके तृणः षष्ट्यन्तम् इं प्रथमान्तं द्विपदमिदं सूत्रं स्नाभ्यस्तस्याचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः वृद्धि लुके हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं तृणः अङ्गस्य इं हलि पिति सार्वधातुके इति तत्र अनुवृत्तिसहितसूत्रमस्ति. तृणः इम् इति धातोः तृणः इति तत्र स्नसुरल् लोपः इति सूत्रेण तत्र तत्र किं भगिनी तृणः इत्यस्य इम् आगमः भवति कुत्रचित् हलाडि पित् सार्वधातुकः सार्वधातुकप्रत्यये परे अस्ति चेत् तत्र येन विधि तदन्तस्य इति सूत्रमपि अनन्तरं तत्र विधिः तदादि विधिः अस्ति अस्मात् हलि सार्वधातुके इत्युक्तौ हलादि सार्वधातुके प्रत्यये परे अस्ति चेत् एव एतस्य विषये कार्यं भवति इति तृण्णः षष्ट्यन्तम् इं प्रथमार्थं द्विपदमिदं सूत्रमस्तव अत्र अस्ति तत्र किं वदति इत्युक्ते तृणः इति एक धातुः तत्र अङ्गस्य इम् आगमः भवति अङ्गस्य आगमः इम् इति प्रायः वयं दृष्टवन्तः प्रत्ययस्य एव आगमः भवति इति अस्मिन् धातोः अङ्गस्य आगमः इम् इति इम् इति यदा वयं मित् इति जानीमः अतः मिदचोन्त्यात् परः इत्यनेन तृणः तत्र इम् आगमः इत्युक्ते तत्र मित्वात् अन्त्याद् अचः परः आगच्छति अन्तिम अच् इत्युक्ते नकारोत्तरवर्ती अकारः एव किल अतः तत्र नकारः अकारः योगः इ आयोगः इ ए भवति अतः त्रिणेः योगः ति तत्र यस्मिन् विधि तदादौ अल्ग्रहणे इत्यनेन तत्र हलीपिति सार्वधातुके इति अस्ति तत्र पुनः तत्र विशेषणविशेष्यभावः यत्र यत्र अस्ति तत्र यस्मिन् विधिः तदादौ अल्ग्रहणे इदानीम् आदिमः तत्र तदन्तविधिः नास्ति इदानीं तस्य अपवादः तदादिविधिः तत्र आदिविधिः इति स्वीकृत्य यत्र हल् क्षम्यताम् आम् हलादि सार्वधातुकप्रत्ययः हलादि सार्वधातुकप्रत्ययः परः अस्ति चेत् तत्र इम् इति आगमः इत्युक्ते हजादि पित् सार्वधातुकप्रत्ययः अस्ति चेत् तत्र अस्य सूत्रस्य प्रसक्तिः न भवति इत्येव अवगतं वा सूत्रं कथं कार्यं करोति इति अग्रे अस्ति खलु भगिनि विस्तारेण तद् पुनः आगच्छति वा तत्र होळे लोपः एव अस्ति सन्धिकार्यम् अस्ति अग्रे तृणः इम् अवगतं किल तत्र कथं कार्यं करोति इति तृणः इम् इति सूत्रेण अङ्गस्य इम् आगमः भवति अङ्गस्य आगमः भवति अङ्गस्य इत्युक्ते यदा वयं तत्र अस्माकं रुदादिभ्यः श्नम् इत्यनेन नकारः योजयामः तत्र तस्मात् अनन्तरम् अस्ति तदेव अङ्गम् तृणः इति अस्माकम् अङ्गम् इदानीं तस्य इम् आगमः अन्त्यात् अचः परः अतः तृ नकारः अकारः अनन्तरम् इ आयोगः इ गुणः भवति तृणेः तृणेः योगः ति तत्र यस्मिन् विधिः तदादौ अल्ग्रहणे किमर्थम् इत्युक्ते तत् सूत्रं वदति हलीपिति सार्वधातुके सप्तम्याम् अस्ति हलादि पित् सार्वधातुकप्रत्यये परे इति अतः तद् तदादिविधिः ग्रहणं भवति तदन्तविधिः न अतः हलादिपित् सार्वधातुकप्रत्ययः परः अस्ति चेत् तृण् इत्यस्य इम् आगमः भवति तावदेव धन्यवादः अस्तु अनुवृत्तिसहितसूत्रं नाभ्यस्तस्य अचिप् इति सार्वधातुके एव नाट् नाभ्यस् जस्ट् टैपो इति ओ टैपो अस्ति वा 73 इति नाभ्यस्तस्य अचिप् इति सार्वधातुके सत्यम् अतः तत्र तद् साधयतु तत्र सन्धिकार्यं तु यद् वयं पूर्वं कृतवन्तः तादृशमेव तत्र चिन्तनं किमिति अग्रे अग्रिमसप्ताहे पठामः किमर्थं तत्र टोडे लोडे लोपः स्टुनाष्टुः अनन्तरम् अस्ति इत्येव प्रश्नः अस्ति अत्र अनन्तरं तस्मात् तदेव अन्तिमधातुः रुदादिगणस्य तस्मात् अनन्तरम् एकः अभ्यासः अस्ति प्रायः गतसप्ताहे एव उक्तवती वाक्यनिर्माणम् इति तद् किञ्चित् प्रयत्नं कुर्वन्तु भिन्नभिन्नलकारेषु एकमेकं वाक्यं किञ्चित् प्रयत्नं कुर्वन्तु लट् लोट् लङ् विधि लिङ् इति अद्य समापयामः वा धन्यवादः किञ्चित् एकनिमिषं रेकार्डिङ्ग्